गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुर्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् शब्दः इति गुणः तस्य निरूपणं गते वर्गे अस्माभिः कृतम् अपि च शब्दजशब्दः कथं जायते इत्यपि अस्माभिः अधीतं तत्र पूर्वपक्षिणः प्रश्नः आसीत् स्वाधिकरणे सजातीयगुणजनकत्वं क्व दृष्टं यत्र कुत्रापि अन्यत्र दृष्टं वा इति प्रश्नं कृत्वा तत्र ज्ञानेन ज्ञानं जायते इति तादृशचिन्तनम् अस्माभिः कृतम् तर्हि परामर्शज्ञानेन अनुमितिज्ञानं जायते विशेषणज्ञानेन विशिष्टज्ञानं जायते इति सजातीय स्व अधिकरणे सजातीयगुणजनकत्वं तत्र दृष्टम् एवमेव अत्रापि अस्तु तर्हि इदानीं बुद्धिः इति गुणः ततः आरम्भणीयं तस्मात् पूर्वं प्रश्नाः सन्ति वा महोदय गृहपाठेन भवता प्रश्नस्य उत्तरं न लब्धं महोदय अस्तु गृहपाठः कः आसीत् तत्र विशिष्टज्ञानम् अपि च विशेषणज्ञानं द्वयमपि यद्यपि विशेषज्ञानेन विशिष्टज्ञानं जायते तु इत्र इदानीं विशेषणज्ञानम् इति भिन्नम् अस्ति विशिष्टज्ञानम् इति भिन्नं ज्ञानम् अस्ति तत्र वैलक्षण्यं वर्तते एव तदा तु शब्दस्य विषये वयं पश्यामश्चेत् ककारात् ककार एव जायते एकस्मिन् अधिकरणे इति आसीत् तत्र उत्तरं लब्धम् ओहोहोहो तर्हि वयमेव चिन्तनीयम् इति ग्रन्थकारेण उक्तम् अस्माभिः एव चिन्तनीयम् इति तर्हि अन्यैः चिन्तितं वा अस्मिन् विषये मया न चिन्तितं तर्हि अहम् इदानीं सिद्धः नास्ति महोदय महोदय भवता चिन्तितं किं न महोदय अहमपि न चिन्तितवान् क्षम्यताम् अस्तु न भवतु अस्तु चिन्तयामः तर्हि अद्य किञ्चित् चिन्तनं कृत्वा उत्तरं लभ्यते चेत् वाट्साप् मध्ये प्रेषयिष्यामि अपि च तस्मिन् विषये अग्रिमवर्गे चिन्तयिष्यामः अस्तु तर्हि सर्वव्यवहारहेतुर्गुणः ज्ञानं बुद्धिः इति गते वर्गे एका पङ्क्तिः अस्माभिः पठितं तर्हि पुनः पठेम एकवारम् अस्तु श्रीराममहोदय भवानेव आरब्धुमिच्छति वा आरम्भं करोमि महोदय प्रथमतः पठामि वा सर्वव्यवहारः सर्वव्यवहारहेतुर्गुणः ज्ञानं बुद्धिः सा द्विविधा स्मृतिरनुभवश्च अत्र तद् अस्माभिः इदानीं बुद्धिः लक्ष्यते इति पठामि वा महोदय आमां बुद्धिं लक्ष्यति सर्वव्यवहारहेतुरिति अतीत्यादिव्यवहारहेतुरित्यादौ काललक्षणे अतीतादेः व्यवहारः इति विग्रहः अभिप्रेतः तत्र षष्ट्यर्थः विषयत्वं तस्य च ज्ञानजनकशब्दप्रयोगरूपः यः व्यवहारः तद्घटकं यत् ज्ञानं तेन सह अन्वयः तथा च अतीतविषयकज्ञानजनकशब्दप्रयोगः इति अर्थः सिध्यति प्रकृते तु न सर्वस्य व्यवहारः इति अर्थः किन्तु सर्वे ये व्यवहाराः सर्वव्यवहाराः इति कर्मधारयः तेन ज्ञानजनकशब्दप्रयोगमात्रं प्रति ज्ञानस्य कारणत्वं लभ्यते न तु पूर्ववत् षष्टितत्पुरुषः तथा सति सर्वविषयकं यत् ज्ञानं सर्वप्रमेयम् इति आद्याकारं प्रमेयम् आदि आकारं तादृशज्ञान अनुकूलव्यवहारं प्रत्येव ज्ञानस्य कारणता लभ्यते न तु व्यवहार लभ्येत न तु व्यवहारमात्रं प्रति इष्टं च अयं घटः इति व्यवहारं सत्यपि ज्ञानस्य कारणत्वं तज्जन्यं च ज्ञानं न सर्वविषयकम् इति षष्टितत्पुरुष अङ्गीकारे तादृशव्यवहारजनके घटज्ञाने अव्याप्तिरिति कर्मधारय एव साधुः अस्तु अत्र सारांशः वदतु तदनन्तरं किञ्चित् पङ्क्तिशः अत्र व्याकरणरीत्या भाषारीत्या किमस्ति इति चिन्तयामः अस्तु अत्र वयं कालविषये कालस्य कालनिरूपणविषये दृष्टवन्तः अतीत्यादिव्यवहारहेतुः इति अत्र अतीतादि व्यवहारः इत्युक्ते अतीतादेः व्यवहारः तस्य हेतुः भवति कालः इदानीं उदाहरणसहितं वदामि वा महोदय अथवा घटः अतीतः इति वयं वाक्यप्रयोगं कुर्मः तदा तस्य व्यवहारस्य अतीतः इति पदस्य कारणं भवति कालः कालं विना तस्य प्रयोगस्य तस्य वाक्यस्य प्रयोगं न कर्तुं शक्नुमः इति कृत्वा अतीतादेः तादृश अतीतादेः व्यवहारः भवति कालः इदानीं तु ज्ञानस्य विषये परिशीलयामश्चेत् सर्वव्यवहारहेतुः इति लिखितम् अस्ति अत्र तु सर्वम् इति यद् वाक्यं सर्वम् अस्ति इति उदाहरणार्थं स्वीकुर्मः तत्र सर्वम् इति पदप्रयोगस्य कारणं भवति ज्ञानम् इति वदामश्चेत् तत्र किं भवति इदानीम् अयं घटः इति व्यवहारस्य कारणं न भवति तदा ज्ञानम् तादृशं न चिन्तनीयं सर्वेषां शब्दप्रयोगाणां अथवा व्यवहाराणां कारणं भवति ज्ञानम् इति मम चिन्तनमस्ति महोदय हा तर्हि अत्र कीदृश सर्वव्यवहारहेतुर्गुणः इति सर्वव्यवहार इति कीदृशसमस्तपदमस्ति तत्र अत्र द्विविधं भवितुम् अर्हति तत्र सर्वस्य व्यवहारः इति षष्टितत्पुरुषः भवितुम् अर्हति अथवा सर्वे व्यवहाराः इति बहुवचने अपि वदामः तादृशमपि वदामः सर्वे व्यवहाराः अथवा सर्वं व्यवहारम् इति कर्मदायरूपेण वक्तुं शक्नुमः हा उत्तमं तर्हि सर्वस्य व्यवहारः इति षष्टीतत्पुरुषमासः भवितुं तत्र सूत्रम् अस्ति षष्ठी इति सूत्रमस्ति किन्तु तादृशं स्वीकुर्मश्चेत् केवलं सर्व इति शब्दम् उपयुज्य यः व्यवहारः क्रियते तस्य एव उल्लेखः भवति तस्यैव परामर्शः भवति न तु घटस्य तर्हि अत्र सर्वव्यवहारहेतुः गुणः इत्यत्र काललक्षणे यथा स्वीकृतम् अतीतादिव्यवहारहेतुः तादृशम् अत्र न स्वीकरणीयम् अत्र कर्मदारेः एव सङ्गच्छति नो चेत् घटे अव्याप्तिः भवति घटज्ञाने अव्याप्तिः भवति अव्याप्तिः भवति सत्यम् अत्र अतिव्याप्तिः नास्ति अव्याप्तिः भवति अस्तु अपि च अत्र प्रथम द्वितीयवाक्यमस्ति खलु महोदय अतीतादिव्यवहारहेतुरित्यादौ काललक्षणे अतीतादेः व्यवहारः इति विग्रहः अभिप्रेतः तत्र षष्ट्यर्थः विषयत्वं तत्र इत्युक्ते कुत्र काललक्षणे षष्ट्यर्थः इति कस्मिन् विषये अत्र लिखितमस्ति षष्ट्यर्थः इति अतीतादेः अतीतादेः इत्युक्ते अतीतत्वम् इति अस्ति खलु तत्रैव विषयत्वम् अस्ति ज्ञानस्य विषयः अस्ति अतीतः इति ज्ञानस्य विषयः अस्ति अतीतः इति, एवमत्र ज्ञानस्य विषयः सर्वः इति नास्ति, तादृशं नास्ति, सर्व इति शब्दप्रयोगः नास्ति. उत्तमम्. अस्तु, तर्हि अत्र किञ्चित् भिन्नरीत्या अवगन्तव्यम् इति अस्ति, तत् सर्वम् अस्माभिः चिन्तितम्. अत्र प्रश्नाः सन्ति वा यस्य कस्यापि? अस्तु, तर्हि अग्रे पठतु महोदय, भवानेव पठतु साङ्ख्यमते. अस्तु, साङ्ख्यमते ज्ञानं बुद्धिः उपलब्धिः इत्यादि पदानि विभिन्नार्थकाणि, तन्मत निराकरणाः ज्ञानं निराकरणायाः ज्ञानं बुद्धिरिति तयोः पदयोः पर्यायता अनेन सूचिता. इदानीं तत्र अनेकानि पदानि सन्ति, ज्ञानस्य पर्यायपदानि सन्ति, बुद्धिः उपलब्धिः इति अस्ति, तत्तु साङ्ख्यानां मतानुसारं तु अत्र न्यायायिकानां मतानुसारं ज्ञानं बुद्धिः, बुद्धिः एव अत्र स्वीकरणीया, ज्ञानस्य पर्यायपदं बुद्धिः एव अस्ति इति. न, अत्र साङ्ख्यमते किमस्ति पुनः वदतु. बुद्धिः उपलब्धिः, ज्ञानं उपलब्धिः, बुद्धिः इत्यादि पदानि विभिन्न अर्थकानि, विभिन्न अर्थकानि, क्षम्यता, ज्ञानं भिन्नम् अस्ति, बुद्धिः भिन्नम् अस्ति, उपलब्धिः भिन्नम् अस्ति, तु अत्र तन्मत निराकरणाय तत्र अत्र ग्रन्थकारेण उक्तं ज्ञानम् इत्युक्ते बुद्धिः अति इति एव अस्मिन् ग्रन्थे स्वीकरणीयम् इति. हा, तर्हि अत्र साङ्ख्यमते ज्ञानम् इत्युक्ते भिन्न अर्थः अस्ति, बुद्धिः इत्युक्ते भिन्न अर्थः अस्ति, उपलब्धिः इत्युक्ते भिन्न अर्थः अस्ति. सत्यं, विभिन्नार्थकानि, किन्तु अत्र समानार्थकानि समानार्थकानि एव एतानि पदानि, ज्ञानम् इत्युक्ते बुद्धिः एव. तेषां मते तु तत्र सृष्टिप्रकायां, तेषाम् इत्युक्ते साङ्ख्यानां, तत्र पुरुषः इति कश्चन अस्ति, प्रकृतिः प्रधानम् इति कश्चन अस्ति, प्रधानात् प्रकृतिः जायते, तर्हि प्रकृत्यात् महत् इति जायते, महतः एव भिन्ननाम अस्ति बुद्धिः इति, तादृशचिन्तनमस्ति. भवतु, अत्र किमर्थं बुद्धौ एव ज्ञानं जायते इति अस्ति खलु महोदय, बुद्धौ ज्ञानं जायते. सत्यं, सत्यं, सत्यं, तदपि अस्ति. बुद्धिः इति अन्तःकरणस्य एकविधभागः अस्ति, यदा निश्चयात्मका बुद्धिः इति वेदान्तिनः वदन्ति, तदपि निश्चयात्मको निश्चयात्मकः बुद्धिः, संशयात्मकः मनः इति तादृशं वदन्ति. अस्तु, अत्र किमर्थम् एतद् दत्तम् इति चेत्, मूलपङ्क्तिं पठामश्चेत् सर्वव्यवहारहेतुर्गुणः ज्ञानं बुद्धिः, अत्र ज्ञानम् इति उक्त्वा तदनन्तरं बुद्धिः इति उक्तम्. बुद्धिः इत्येव चतुर्विंशतिगुणेषु अन्यतमः बुद्धिः इति लिखितं, ज्ञानमिति तत्र न लिखितं, किन्तु अत्र बुद्धिः इति गुणेन ज्ञानमेव विवक्षितम् इति बोद्धुम् एतादृशं लिखितमस्ति इति अत्र दत्तम्. अस्तु, अग्रे सरेम. तर्हि मेहुल् महोदय अग्रे पठति वा? आं महोदय. तस्य ज्ञानस्य विभागमाह स्मृतिरनुभवश्चेति, यद्यपि अनुभवः संस्कारद्वारा स्मृतिं जनयति इति जनकम् अनुभवं निरूप्यैव स्मृतेः निरूपणम् उचितं, तथापि अनुभवस्य द्वैविध्यं, तत्रापि यथार्थानुभवस्य चातुर्विध्यं, तत्तत्करणं च निरूपणीयम्. एवं तत्तत्सहकारिणः सन्निकर्षव्याप्तिज्ञानशक्तिज्ञानादयः अनेके निरूपणीयाः भवन्ति. अस्तु, अत्र ज्ञानस्य विभागः द्वयं, स्मृतिः अपि च अनुभवः इति. यद्यपि वयं जानीमः अनुभवः इति संस्कारद्वारा एव स्मृतिं जनयति इति, जनकम् अनुभवं निरूप्य एव स्मृतेः, इत्युक्ते संस्कारद्वारा स्मृतिं जनयति. संस्कारः इत्युक्ते किं महोदय? संस्कारः वयं पठितवन्तः, अधुना न स्मरामि. चतुर्विंशतिगुणेषु अन्यतमः, नव आत्मगुणेषु अन्यतमः, केवलम् आत्मनि एव लभ्यते संस्कारः. ओ अस्तु अस्तु, केवलम् आत्मनि लभ्यते, चतुर्षु गुणेषु आत्मनि एक अन्यतमः संस्कारः इति गुणः, अपि च चतुर्विंशतिगुणेषु अन्यतमः संस्कारः. अस्तु सत्यम्. अस्तु तर्हि संस्कारः केन जायते? संस्कारः संस्कारद्वारा स्मृतिं जनयति, परन्तु संस्कारः ज्ञानेन जाय अनुभवः. अस्तु, अत्र ज्ञानम् इति सामान्यपदमस्ति, ज्ञानस्य द्वैविध्यम् इदानीमेव भवता प्रदर्शितं खलु, स्मृतिः इति एकः, अनुभवः इति अन्यः. आम् आम्. तर्हि ज्ञानम् इति पदं प्रयोगं कुर्मश्चेत् स्मृतिं वदति वा नो चेत् अनुभवं वदति वा इति न ज्ञायते. तर्हि इतः परम् अनुभवः इति एव वदतु, न तु ज्ञानम्. अस्तु, तर्हि स्मृतिः कथं जायते? स्मृतिः संस्कारद्वारा जायते. हा, तर्हि संस्कारेण स्मृतिः जायते. संस्कारः केन जायते? संस्कारः केन जायते? संस्कारः अत्र अत्र किमिति भगिनि? पुण्यपाप? न न न, अत्रैव दत्तं. समीचीनं. यद्यपि अनुभवः संस्कारद्वारा स्मृतिं जनयति. ओ अस्तु अस्तु, अनुभवेन संस्कारः जायते, संस्कारः जायते. समीचीनं. तर्हि अनुभवः इति अपि ज्ञानं, स्मृतिः अपि ज्ञानम्, अनुभवः इति ज्ञानं संस्कारं जनयति, तदनन्तरम् अनुभवः नश्यति, ज्ञानं नश्यति, तदनन्तरं संस्कारः आत्मनि तिष्ठति, संस्कारेण पुनः स्मृतिः इति ज्ञानं जायते, तदेव प्रक्रिया. अस्तु, इदानीम् अग्रे वदतु महोदय. हा, स्मृतिं जनयति इति जनकम् अनुभवं, तर्हि अनुभवम् इति एव निरूप्य एव स्मृतेः स्मृतेः जनकं किम् इत्युक्ते संस्कारद्वारा अनुभवः एव स्मृतिं जनयति. निरूपणम् उचितं, तदेव उचितं निरूपणम् अस्ति. किमर्थम् उचितमिति उक्तम्? सम्यक् अस्ति, अनुभवः इति संस्कारद्वारा स्मृतिं जनयति, अतः अनुभवं निरूप्य एव स्मृतेः निरूपणं भवति. यदि अनुभवः अनुभवस्य निरूपणं भवति, तर्हि स्मृतेः निरूपणमपि भवति इति अहं मन्ये. हा, निरूपणम् इत्युक्ते भवतः अवगमनं किम् अत्र? निरूपणम् इत्युक्ते अस्मिन् ग्रन्थे. अस्मिन् ग्रन्थे, अस्मिन् ग्रन्थे इत्युक्ते प्रथमम् अनुभवस्य विषये निरूपणं कृत्वा इदानीम् अनुभवः इत्युक्ते किम् इति अस्माभिः ज्ञातं. तर्हि तदनन्तरम् अनुभवेन संस्कारः जायते, संस्कारेण स्मृतिः जायते इति एव निरूपणीयं, तदेव क्रमः खलु? किन्तु तथापि अनुभवस्य द्वैविध्यम् अत्र, तत्रापि यथार्थ अनुभवस्य चातुर्विध्यम् अस्ति, तत्करणं च निरूपणीयम् अस्तु. तर्हि अनुभवः द्वैविध्यमस्ति, एकः तु यथार्थ अनुभवः, यथार्थ अनुभवस्य पुनः चत्वारः विभागः. न महोदय, तादृशं नास्ति. तथापि अनुभवस्य द्वैविध्यम् इत्युक्ते अनुभवः इति ज्ञानम्, अनुभवः इति ज्ञानस्यापि तत्र द्वैविध्यम् अस्ति इति एकं, तत्रापि पुनः तत्र द्वैविध्ये पुनः चातुर्विध्यम् अस्ति, यथार्थ अनुभवस्य चातुर्विध्यम्. हा हा, तदेव अनुभवः इति द्वैविध्यं, तत्र द्वे विभागाः खलु, अथवा द्वे प्रकाराः. हा, इत्युक्ते यथार्थ अनुभवः, अयथार्थ अनुभवः इति द्वैविध्यम्. हा हा, तदेव तत्र यथार्थ अनुभवस्य पुनः चातुर्विध्यमस्ति, तत् चत्वारः भेदाः सन्ति. हा, तत् करणं च निरूपणीयं, तस्य निरूपणं करणीयम्. तस्य निरूपणम् एवं चातुर्विध्यं यत् यथासनुभवस्य प्रकाराः सन्ति तेषां न न अत्र अन्तिमवाक्यं तत्तत् करणं च इति लिखितमस्ति किल तर्हि केन करणेन जायते यथार्थ अनुभवः इति ओ आम् आम् अस्तु अस्तु हा तस्य कारणं किं केन ते जायते निरूपणीयं एवं तत् तत्तत् सहकारिणः तत्र तेषां सहकारिणत्वमपि अस्ति तत् सहकारिणः किम् इति अपि अग्रे अस्ति सन्निकर्षव्याप्तिज्ञानशक्तिज्ञान आदाय अनेके निरूपणीयाः भवन्ति यथार्थ अनुभवस्य चातुर्विध्यम् अस्ति ते केन जायते इति निरूपणीयम् अपि च तत् तत् सहकारिणः अपि तेषामपि निरूपणीयाः भवन्ति किमर्थमित्युक्ते कथं भवति तर्हि सन्निकर्षव्याप्तिज्ञानशक्ति इति ज्ञानस्य आधारेण तेषां निरूपणीयं निरूपणं भवन्ति अग्रे हा किञ्चित् अहं वदामि अत्र अस्तु प्रथमं तु अनुभवः इत्युक्ते किम् इति चेत् ज्ञानमेव अनुभवः अस्माकं सामान्य अवगमनं किम् अस्ति इति चेत् प्रथमं ज्ञानं भवेत् तदनन्तरं तस्य अनुभवं भवेत् इति किन्तु तादृशं किमपि नास्ति तदनन्तरम् इति नास्ति ज्ञानमेव अनुभवः ज्ञानस्य एव एकविधः अस्ति अनुभवं तर्हि ज्ञान अनुभवयोः मध्ये भेदः नास्ति इति एकम् अपि च यथार्थ अनुभवस्य तर्हि अनुभवस्य द्वैविध्यं यथार्थ अनुभवः इत्युक्ते तस्य नाम अस्ति प्रमा अयथार्थ अनुभवः इत्युक्ते भ्रम तदेव भ्रमज्ञानं प्रमाज्ञानं भ्रमज्ञानम् इति द्वैविध्यमस्ति पुनः प्रमज्ञानस्यापि चातुर्विध्यमस्ति इत्युक्ते प्रत्यक्षं प्रत्यक्षप्रमाणेन यज्जायते यज्ज्ञानं जायते तस्य नाम अस्ति प्रत्यक्षम् अनुमानप्रमाणेन यज्ज्ञानं जायते तस्य नाम अस्ति अनुमितिः उपमानप्रमाणेन यज्ज्ञानं जायते तस्य नाम अस्ति उपमितिः चतुर्थमस्ति शब्दज्ञानेन शब्दप्रमाणेन यज्ज्ञानं जायते तस्य नाम अस्ति शाब्दः इति तर्हि प्रत्यक्षम् अनुमितिः उपमितिः शाब्दः इति यथार्थ अनुभवस्य चातुर्विध्यम् यथार्थ अनुभवस्य इति लिखितं तर्हि प्रत्यक्षम् इत्युक्ते अनुभवः एव अनुमानम् इत्युक्ते अनुमितिः इत्युक्ते अनुभवम् अनुभवः इत्युक्ते ज्ञानम् अस्तु तर्हि तत् स्वीकृत्य एव तर्हि अत्र इदानीं यथार्थज्ञानचतुष्टयं मया उक्तं खलु प्रत्यक्षम् अनुमितिः उपमितिः शाब्दम् इति तानि ज्ञानानि कैः करणैः जायते इति अपि वक्तव्यम् इत्युक्ते प्रत्यक्षज्ञानं कथं जायते अनुमितिज्ञानं कथं जायते उपमितिज्ञानं कथं जायते इति सर्वं वक्तव्यमस्ति अपि च एवं तत्तत् सहकारिणः इत्युक्ते केवलं करणं वदामश्चेत् न पर्याप्तं तत्र सहकारी यथा घटस्य निर्माणं घटस्य सृष्टेः विषये किञ्चित् वक्तव्यम् अस्ति चेत् तत्र केवलं कपालः अस्ति चेत् घटं जायते इति न तत्र समवायिकारणमस्ति असमवायिकारणमस्ति निमित्तकारणानि बहूनि सन्ति चक्रमपि निमित्तकारणं तस्मिन् विद्यमानभ्रमणमपि निमित्तकारणं दण्डः अपि निमित्तकारणं कुलालः अपि निमित्तकारणम् इति बहु किमपि वक्तव्यमस्ति एवम् अत्रापि अत्रापि इत्युक्ते ज्ञानविषये अनुभवविषये अपि तत्र सहकारिणः निमित्तकारणानि बहूनि सन्ति तानि कानि इति चेत् सन्निकर्ष प्रत्यक्षज्ञानम् इन्द्रियसन्निकर्षेण ज्ञायते विषयेन सह यदा इन्द्रियस्य सन्निकर्षः भवति तदा एव प्रत्यक्षज्ञानं जायते इति कृत्वा प्रथमज्ञानस्य सन्निकर्षः इन्द्रियस्य सन्निकर्षः सहकारित्वेन भवेत् अनुमानज्ञाने व्याप्तिज्ञानं भवेत् उपमानज्ञाने अपि व्याप्तिज्ञानस्य आवश्यकता अस्ति तदनन्तरं शब्दज्ञाने शक्तिः इति कश्चन अंशः नैयायिकाः वदन्ति तत्र पदेषु शक्तिः इति कश्चन अंशः अस्ति, तेन एव अस्माकं ज्ञानं जायते. घटः इति वदामश्चेत् कोऽपि अवगच्छति खलु, तर्हि तत्र पदे विद्यमानशक्तिः एव कारणम्. शक्तिः ईश्वरेण कृतम् इति तादृशं बहु किमपि चिन्तनमस्ति तत्र शक्तेः पदस्य, नो चेत् वर्णानां नित्यत्वम् इत्यस्मिन् विषये अपि बहु किमपि चिन्तितमस्ति. अस्तु, तर्हि अत्र आशयः कः इति चेत् अनुभवं प्रथमम्. अत्र क्रमः कः? अनुभवेन संस्कारः जायते, संस्कारेण स्मृतिः जायते. तर्हि प्रथमम् अनुभवं निरूप्य, तदनन्तरं संस्कारं निरूप्य, तदनन्तरं स्मृतिः निरूपयामश्चेत् समीचीनबोधः जायते, क्रमेण बोधः जायते. किन्तु अनुभवस्य निरूपणे बहु किमपि वक्तव्यमस्ति, बहु किमपि वक्तव्यमस्ति. प्रायः यदा अनुभवस्य पठनम् आरभामहे, षड्मासपर्यन्तं स्वीकुर्मः, न्यूनातिन्यूनं षड्मासपर्यन्तं स्वीकुर्मः. तर्हि तावत् अवगन्तव्यम् इति कृत्वा अत्र किञ्चित् विपरीतं कारयति ग्रन्थकारः. सूची, अतः एव अत्र अग्रे लिखितं, सूचीकटाः न्यायेन आदौ स्मृतिरेव निरूपयामः इति. तर्हि प्रथमं स्मृतिं निरूप्य तत्र सूची झटिति निरूपणं कर्तुं शक्यते इति कृत्वा स्मृतिं निरूप्य तदनन्तरं अनुभवस्य विषये चर्चा भवति इति अत्र लिखितम्. अस्तु, अग्रे पठतु महोदय. आं महोदय. संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति. अस्तु, अत्र स्मृतिः इति संस्कारमात्र संस्कारेण एव ज्ञान स्मृतिः जनयति, तदेव ज्ञानम् इति अपि, ज्ञानम् अथवा स्मृतिः इति पर्यायाः समानार्थीशब्दाः सन्ति. अस्तु, अत्र मात्रपदम् अन्यत्र दृष्टं खलु? आम्, तत्र गुणग्राह्य मात्र चक्षुर्मात्रग्राह्यो गुणः रूपम्. हा, तत्र अपि दृष्टं. तत्र मात्र इति पदेन किम् अवगतम्? न स्मरामि अधुना, परन्तु अहं केवलं सामान्य वदामि चेत्, चिन्तयामि चेत् तत्र केवलम् इति अस्ति खलु. सत्यं, तदेव सामान्यभाषया वदामः. हा, सामान्यभाषया. तर्हि तत्र चक्षुर्मात्रग्राह्यो गुणः इति लक्षणवाक्ये दलत्रयं, चक्षुः चक्षुषि ग्राह्यत्वम् अस्ति. तर्हि चक्षुरिन्द्रियग्राह्यत्वे सति मात्र इति पदं प्रयुक्तम् इत्यतः चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वं रूपस्य लक्षणम् इति अस्माभिः अधीतम्. एवं संस्कारजन्यत्वे सति संस्कारभिन्न पदार्थ अजन्यत्वे सति ज्ञानत्वं स्मृतेः लक्षणम् इति वक्तव्यम् खलु? सत्यम्. हा, इति अस्ति. संस्कारजन्यत्वे सति संस्कारभिन्नपदार्थ, अत्र पदार्थ इति पदं मया किमर्थं प्रयुक्तम् इति चेत् अन्येन येन केनापि पदार्थेन न जायते संस्कारः, केवलं ज्ञानेन एव जायते, अनुभवेनैव जायते इति कृत्वा संस्कारजन्यत्वे सति संस्कारभिन्नपदार्थ अजन्यत्वे सति ज्ञानत्वं स्मृतेः लक्षणम् इति दलत्रयमस्ति. अस्तु, अग्रे पठतु महोदय. अस्तु, व्यापारपदार्थः कः? व्यापारपदार्थः इत्युक्ते किम् इति न अवगच्छामि महोदय. अस्तु, अत्र सर्वव्यवहारहेतुर् अग्रे पश्येम, अग्रे पश्येम. व्यापारः इति नूतनपदम् एतावत् अस्माभिः न अधीतं. अस्तु, अनुभवजन्या स्मृतिहेतुर्भावना इति लक्षणेन मूलकृता उपरिष्टात् भावनाख्यः संस्कारः निरूप्यते. परन्तु स्मृतिलक्षणं भावनाख्यसंस्कारस्य अज्ञाने दुर्ज्ञेयम् इति भावनाख्यः संस्कारः आदौ निरूप्यते. नियतेन कारणेन कार्यस्य उत्पत्तिं वयं सर्वत्र निरूपयामः. तन्तुकुविन्दानां समवधाने पटः चक्रकुलालकपालादीनां समवधाने घटः इत्येवं रीत्या तत् कार्यस्य नियता सामग्री भवति. एताञ्च पटघटादीन् प्रति कारणत्वं पूर्वम् उक्ताः. पृष्ठसङ्ख्या 29. ये निकषाः तैः निर्धार्यते ते निकषाः एव अन्येन प्रकारेण अन्वयसहचारः व्यतिरेकसहचारः इति पदाभ्यां पुटसङ्ख्या 280 निरूपिताः. अस्तु, अत्र मूले लक्षणवाक्यमस्ति अनुभवजन्या स्मृतिहेतुर्भावना. भावना इति इत्यस्य लक्षणवाक्यमस्ति अनुभवजन्या. भावना इत्युक्ते किं? भावना इति संस्कारः एव खलु. बहु समीचीनं. संस्कारः इति गुणः, आत्मनः विशेषगुणः. तत्रापि वेगाख्यसंस्कारः इति पठितं खलु. इत्युक्ते आद्यपठनस्य गुरुत्वम् इत्यस्मिन् लक्षणे आद्यपतनस्य एव कारणं गुरुत्वं. तदनन्तरम् आद्यपतनेन वेग आख्यसंस्कारः जायते. तर्हि संस्कारः वेगः इति अपि संस्कारः अस्ति, किन्तु आत्मनि विद्यमानसंस्कारस्य नाम अस्ति भावना. भावनायाः लक्षणम् अत्र दत्तमस्ति. लक्षणम् अनुभवजन्या स्मृति इति इत्यस्य कारणम् अस्ति संस्कारः, तदेव तस्य लक्षणम्. लक्षणवाक्ये किञ्चित् प्रतिपादयति वा अनुभवजन्या स्मृतिर्हेतुर्भावना? किञ्चित् चिन्तयतु अत्र. तदेव अनुभवजन्या इत्युक्ते किं? तदेव वयं दृष्टवन्तः. अनुभवेन एव तस्य जननं भवति, जनयति अनुभवेन. अनुभवेन स्मृतिः जनयति. किम् अनुभवेन किं जनयति? अनुभवेन संस्कारः जनयति, संस्कारेण स्मृतिं जनयति इति वयं दृष्टवन्तः अग्रे. हा, बहु समीचीनम्. अत्र उत्तमं महोदय. अत्र पश्यन्तु, अनुभवजन्य इदानीं स्मृति भावना इति संस्कारः खलु. भावना अनुभवेन जायते प्रथमं, तदनन्तरं कारणं. हा, तर्हि कार्यता अपि अस्ति, कारणता अपि अस्ति. यथा शब्दप्रयोगः. हा, अनुभवजन्या इति संस्कारः, अपि च स्मृति इत्यस्य कारणमपि संस्कारः. हा, स्वयं जायते पुनः अन्यं कारयति, स्वयमपि अस्ति. तादृशपदार्थः एव व्यापारः इति नैयायिकैः कथ्यते. तस्य लक्षणम् अग्रे आयास्यति. तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणं भवति. किन्तु अत्र एतदेव अवगमनं. स्वयं कार्यत्वे अस्ति, कारणत्वमपि अस्ति. हा, बहु समीचीनं. स्वयं तत्र जन्यः अपि अस्ति, जनकः अपि अस्ति इति अर्थः. सः जन्यः अपि अस्ति, जनकः अपि अस्ति. अस्तु अस्तु. परन्तु स्मृतिलक्षणं भावनाख्यसंस्कारस्य अज्ञाने दुर्ज्ञेयम् इति भावनाख्यः संस्कारः आदौ निरूप्यते. स्मृतिलक्षणं भावनाख्यसंस्कारस्य अज्ञाने. तर्हि भावनाख्यसंस्कारस्य अज्ञानम् अस्ति चेत् स्मृतिलक्षणं स्मृतेः लक्षणं वयं न ज्ञातुं शक्नुमः. अतः आदौ वयं भावनाख्यसंस्कारः किम् इति वयं निरूपयामि, अनन्तरमेव वयं स्मृतेः स्मृतिलक्षणं किम् इति ज्ञातुं शक्नुमः. अस्तु, समीचीनं. तदनन्तरं तत्र पूर्वं यत् पठितं तदेव दत्तमस्ति. तर्हि केवलं पुनस्मारणार्थम् अत्र निकषाः त्रयः निकषाः अस्माभिः, तिस्रः निकषाः अधीताः खलु, तत् किम् इति एकवारं वदति वा? एकम् अन्यस्य कारणम् इति वक्तुं तिस्रः निकषाः अधीताः. हा, प्रथमं तु कार्यकार अधिकरणे कार्यस्य उत्पत्तिक्षणस्य पूर्वे कारणं भवेत्. तृतीयं तु सर्वदा तृतीयनिकषः अस्ति, क्रमेण वदतु. पूर्वं भवेत् इति यः जानाति सः वदतु. कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे कार्यस्य पूर्व उत्पत्तिपूर्वक्षणे भवेत्. हा, बहु समीचीनं. कारणं कार्याधिकरणे भवेत्, कारणं कार्याधिकरणे सर्वदा. सर्वदा इत्युक्ते यदा यदा कार्यं जायते तदा सर्वदा कार्याधिकरणे भवेत्. तृतीयं, कार्योत्पत्तेः पूर्वक्षणे कार्याधिकरणे कारणं भवेत् इति निकषात्रयम् अस्तु. तदनन्तरम् अन्वयसहचारः, व्यतिरेकसहचारः इत्युक्ते किं, तदपि अस्माभिः अधीतम्. आम्, यत् सत्त्वे तत् सत्त्वम् इति अन्वयसहचारः. यत् यत् नास्ति यत् यदभावे यदभावः, यदभावे यदभावः, अभावः स्वीकृत्य व्यतिरेकसहचारः इति वयं निरूपितः. हा, तर्हि अन्वयसहचार व्यतिरेकसहचारेण द्वयमपि अस्ति चेत् एकम् अन्यस्य कारणं भवति. कार्यकारणनिश्चयार्थम् अन्वयसहचारः व्यतिरेकसहचारः वक्तव्यः. तर्हि कारणस्य निरूपणार्थं तत्र त्रयः निकषाः अस्माभिः उक्ताः, तदनन्तरम् अन्वयसहचारः व्यतिरेकसहचारः अपि उक्तः अस्ति. अस्तु, बहु समीचीनं. तर्हि इदानीम् अग्रे सरेम. विजयभगिनी पठति वा? महोदय, पठामि किन्तु विवरणं कर्तुम् पठतु पठतु, तदनन्तरं पश्येम. भवत्या कर्तुं शक्यते एव. अत्र किञ्चित् भाषायां किञ्चित् प्रौढता अस्ति तावदेव, किन्तु चिन्तने सिद्धान्ते किमपि नास्ति. भाषायां किञ्चित् किञ्चित् प्रौढता कुर्वन्नस्ति ग्रन्थकारः. अस्माकं भाषा अभिवर्धनं भवतु इत्यतः. एक मिनिट्. ओके, तादृश अन्वयसहचार व्यतिरेकसहचार सहचाराभ्याम् इदं कार्यम् इदं च अस्य कारणम् इति निर्धारणे कदाचित् कारणस्य कार्याधिकरणे अदर्शने अपि तत्र कारण अनिमितिः भवति. नदीपूरे सति तद्देशे वृष्ट्यभावे अपि ऊर्ध्वदेशे वृष्टिः जाता इति अत एव अनुमीयते. इदम् एव कार्येण कारणानुमानम् इति उच्यते. परन्तु कदाचित् अन्वयव्यतिरेकाभ्यां कारणत्वे अवधारिते अपि केनचित् प्रमाणेन कारणस्य अभावः कार्याधिकरणे निश्चिते, तदा इदं कारणम् इदं कार्यम् इति व्यवहारः कथं निर्वाह्यः इति चिन्तायां शास्त्रे व्यापारकल्पना आगता. प्रथमवाक्यं तु भवता उक्तं, तादृश अन्वयसहचारे व्यतिरेकसहचाराभ्याम् उच्यते चेत् कार्यकारणम् इति निर्मातुं शक्यते. तदनन्तरं तादृश इदं कार्यम् इदं च अस्य कारणमिति निर्धारणे कदाचित् कारणस्य कार्याधिकरणे अदर्शने अपि तत्र कारणम् अनिमिति कारणम् इति प्रत्यक्षरूपेण न भवति चेदपि कार्यम् अस्ति चेत् कारणम् अनुमीयतुं शक्यते. साधु वा महोदय, अनिमीयत्वं शक्यते इति अनुमातुं शक्यते. तत्र एकः उदाहरणम् अस्ति, नदीपुरे जलम् आगच्छति, अत्र वृष्टिः नास्ति, किन्तु जलं पुरे अस्ति चेत् वृष्टिः देशान्तरं किं कुत्रापि भवति, अत एव नदी अत्र आगच्छति इति कार्यं दृष्टं कारणम् अनिमीयते. इदम् एव कार्येण कारण अनुमानम् इति इदमेव कार्येण कारणं कार्यम् अस्ति अतः कारणम् अनिमीयते इति कार्येण कारणम् अनुमानम् इति उच्यते. तदनन्तरं परन्तु कदाचित् अन्वयव्यतिरेकाभ्यां कारणत्वे अवधारिते अपि इत्युक्ते कदाचित् अन्वयव्यतिरेकाभ्यां कारणत्वे अवधारितेपि केनचित् प्रमाणेन कारणस्य अभावः कार्याधिकरणे निश्चीयते. अन्वयव्यतिरेकाभ्यां कार्ये यत् सति तत् सति यत् अभावे अभावे इति अस्ति चेदपि केन प्रमाणेन कारणस्य अभावः इति कार्याधिकरणे निश्चीयते इति वा महोदय मम अवगतम्? आम् अस्तु. किञ्चित् अत्र इतोपि किञ्चित् गभीर अवगमनं भवती यद् उक्तवती तत्तु सत्यमेव, अत्र क्लेशः नास्ति, किन्तु अत्र चिन्तने किमस्ति अस्तु अहमेव किञ्चित् प्रतिपादयामि, शृणोतु. धन्यवादः. अस्तु, अत्र एकम् अन्यं प्रति कारणम्, अन्यं कार्यं प्रति कारणम् इति निश्चेतुम् अत्र निकषा अत्र निकषाद्वयम् उक्तं. प्रथमं तु कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे कार्य उत्पत्तेः पूर्वक्षणे भवेत् इति एकम्. द्वितीयं तु अन्वयसहचारः व्यतिरेकसहचारः इति. अस्तु, तर्हि प्रथमं यदस्ति कार्याधिकरणे भवेत्, कार्याधिकरणस्य कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे पूर्वक्षणे भवेत् इति एकं कारणं कार्याधिकरणे अस्ति, सर्वदा अस्ति, कार्योत्पत्तेः पूर्वक्षणे अस्ति, नो चेत् आसीत् इति केन प्रमाणेन ज्ञायते इति प्रश्नः. अस्तु, इदानीं तिस्रः सम्भावनाः अत्र उक्ताः. प्रथमं कपालात् घटः जायते इति स्वीकुर्मः. तर्हि कपालः कार्याधिकरणे अस्ति तादात्म्यसम्बन्धेन, कार्याधिकरणे सर्वदा अस्ति, अपि च कार्योत्पत्तेः पूर्वक्षणे अस्ति इति वयं वदामः, किन्तु तस्य प्रमाणं किम् इति चेत् तत्र प्रत्यक्षेण दृश्यते खलु, कारणं प्रत्यक्षेण गृह्यते, कारणं कपालः प्रत्यक्षेण गृह्यते, कार्यं तु गृह्यत्येव, साक्षात् गृह्यत्येव. तर्हि इदानीं तत्र प्रत्यक्षेण कारणं दृष्टम्, अपि च एकस्मिन् सन्दर्भे इति नास्ति, तत्रैव अन्वयसहचारः व्यतिरेकसहचारः वक्तव्यः भवति. यदि कार्याधिकरणे अस्ति, कार्याधिकरणे सर्वदा अस्ति, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे अस्ति तावदेव वदामश्चेत् कः क्लेशः इति चेत् अस्मिन् सन्दर्भे कपालात् घटः जातः. तर्हि चिन्तयन्तु, तस्मिन्नेव सन्दर्भे इदानीं रासभः इत्युक्ते डाङ्कि, तदपि कार्याधिकरणे अस्ति इति चिन्तयतु. कार्याधिकरणे अस्ति, कार्याधिकरणे सर्वदा अस्ति, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे रासभः अस्ति. तर्हि इदानीं रासभः अपि घटस्य कारणम् इति अहं वदामि चेत्, अन्यत्र इदानीम् अन्यत् स्थलं मया गतं यत्र घटस्य उत्पादनं जायमानमस्ति, किन्तु तत्र रासभः नास्ति. तर्हि तद् निरूपयितुं यत्र यत्र तत्र तत्र इति तादृशी व्याप्तिः दीप्सा यत्र वदामः यत्र यत्र तत्र तत्र इति तत्रैव अन्वयसहचारः व्यतिरेकसहचारः इत्यस्य आवश्यकता अस्ति. तर्हि कपालः सत् कपालसत्त्वे घटसत्त्वं कपालाभावे घट अभावः अत्र सत्त्वे सतिसप्तमी प्रयोगेन दीप्सा निरूपिता भवति. यत्र यत्र कपालः तत्र तत्र घटः, यत्र यत्र कपाल अभावः तत्र तत्र घटाभावः. अत्र पश्यन्तु इदानीं कार्यकारणविषये अस्माकं चिन्तनं, न तु व्याप्यव्यापकविषये. व्याप्यव्यापकविषये वदामश्चेत् वैपरीत्यं जायते. भवतु, अस्तु. तर्हि अत्र त्रयः सम्भावना, तिस्रः सम्भावनाः इति मया उक्तं. प्रथमं कपालात् घटः जायते. तर्हि कपालः इति कारणम् अस्ति इति केन ज्ञातं? प्रत्यक्षप्रमाणेन ज्ञातम्. अपि च निकषात्रयमपि पूरितमस्ति, अन्वयसहचाराभ्याम् अपि निरूपितमस्ति. अस्तु, तर्हि इदानीं स्वीकर्तुं शक्यते कपालः एव घटस्य कारणम् इति. प्रथमसम्भावना पूरिता, चिन्तिता. द्वितीयसम्भावना, नदी अस्ति मम पुरतः, तत्र महान् जलम् अहं पश्यन्नस्मि, किन्तु यस्मिन् यस्मिन् देशे अहमस्मि तत्र वृष्टिः नास्ति, तथापि महान् जलं जायमानमस्ति. तर्हि कारणं किमपि भवेत्, कारणं विना कार्यं न भवति खलु. तर्हि कारणं किमपि भवेत् यत् कारणं प्रत्यक्षेन न दृश्यते, तर्हि तत्र किं मया कृतम्? अनुमितिप्रमाणं स्वीकृतम्. तत्र लिङ्गमस्ति इत्युक्ते महान् जलमस्ति, तस्य कारणं किमपि भवेत् इति अनुमानप्रमाणम् अनुमानप्रमाणेन उत्तरदेशे इदानीं वृष्टिः जायमानमस्ति, अतः एव नद्यां तत्र जलप्रवाहः मया दृश्यते इति अनुमानं कर्तुं शक्यते. कस्य अनुमानं? कारणस्य अनुमानं. कार्यं तु प्रत्यक्षेन दृश्यते, किन्तु कारणं प्रत्यक्षेन न दृश्यते. तत्र कारणं कार्याधिकरणे अस्ति, कार्याधिकरणे सर्वदा अस्ति, कार्याधिकरणे कार्यप्रत्ययः पूर्वक्षणे अस्ति इति प्रत्यक्षेण यत्र न वक्तुं शक्यते, तत्र अनुमानेन मया उक्तं, स्वीकृतम् इति द्वितीयसम्भावना अस्ति, द्वितीया सम्भावना अस्ति. तर्हि इदानीं तृतीयसम्भावना, अन्वयसहचारः अस्ति, तेन कार्यकारणं निरूपितं, किन्तु कार्याधिकरणे अस्ति, कार्याधिकरणे सर्वदा अस्ति, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे अस्ति इति वक्तुं किमपि प्रमाणं नास्ति. तादृशसन्दर्भाः अपि सन्ति. उदाहरणार्थं यदानीं वयं चिन्तयामः तदेव स्मृतिः जायते. स्मृतिः कार्यं, तस्य क्षम्यताम् एकनिमिषम्. हा अस्तु, इदानीं तृतीयसम्भावना अस्ति, तादृशसन्दर्भः अस्ति. स्मृतिः इति कार्यं, स्मृतिः इति कार्यं केन जायते? भावनाख्यसंस्कारेण जायते. तर्हि भावनाख्यसंस्कारः एव कारणम्. अस्तु, भावनाख्यसंस्कारः अस्ति चेत् भावनाख्यसंस्कारे सति स्मृतिः अस्ति. भावनाख्यसंस्कार अभावे स्मृत्यभावः. तर्हि अन्वयसहचारः व्यतिरेकसहचारः उक्तः, किन्तु भावनाख्यसंस्कारः कार्याधिकरणे अस्ति, कार्याधिकरणे सर्वदा अस्ति, कार्याधिकरणे कार्यस्य उत्पक्षणे उत्पत्तेः पूर्वक्षणे अस्ति इति केन प्रमाणेन वक्तुं शक्यते? प्रत्यक्षेण संस्कारः न गृह्यते. येन केनापि इन्द्रियेण मनसा अपि संस्कारस्य ग्रहणं न कर्तुं शक्यते. तर्हि प्रत्यक्षं न भवति. अनुमानं भवति वा इति चेत् अनुमानमपि न भवति. अनुमानं भवति चेत् अनुमानं यत्र स्वीकुर्मः, अत्र पश्यतु, अनुमानस्य सामान्य उदाहरणमस्ति पर्वतो वन्यमान् धूमात्. अत्र हेतुः धूमात् इति अस्ति खलु. धूमं प्रत्यक्षेन दृष्ट्वा, हेतुं प्रत्यक्षेन दृष्ट्वा एव तत्र साध्यस्य अनुमानं कर्तुं शक्यते. किन्तु इदानीं संस्कारः, संस्कारः एव स्मृतेः कारणम् इति वक्तुं किमपि हेतुः नास्ति। यस्य ग्रहणं प्रत्यक्षेण भवति तर्हि अत्र अनुमानमपि न सङ्गच्छते, उपमानमपि न सङ्गच्छते, शब्दः अपि न सङ्गच्छते, किन्तु कार्याधिकरणे कारणमस्ति, सर्वदा अस्ति, कार्योत्पत्तेः पूर्वक्षणे अस्ति इति वक्तव्यम् येन केनापि प्रकारेण। तर्हि अत्र तृतीयसम्भावना यदस्ति इदानीं सन्दर्भः यद् मया उक्तः, तादृशसन्दर्भे अत्र कारणं कार्यादिकरणे अस्ति इति वक्तुं प्रत्यक्षप्रमाणं न कार्यं करोति, यत्किमपि प्रमाणं न कार्यं करोति। तर्हि कार्यं प्रमाणं नास्ति चेत् कथं वा वक्तुं शक्यते कार्यादिकरणे कारणम् अस्ति इति? कथं वा भावनाख्यसंस्कारः स्मृतिं प्रति कारणम् इति वक्तुं शक्यते इति चेत्, तत्र नैयायिकाः वदन्ति इति चिन्तायां शास्त्रे व्यापारकल्पना आगता। व्यापारः इति कश्चन काचन कल्पना क्रियते नैयायिकैः, तत्रैव व्यापारः। तर्हि व्यापारम् इति माध्यमेन कारणत्वं कारणं कार्याधिकरणे अस्ति इति ते वदन्ति। अस्तु, तर्हि अत्र व्यापारः इत्युक्ते कः इत्यस्मिन् विषये अग्रे चर्चा जायते। एतावत् बुद्धं वा आशयः कः इति? आं महोदय, तत्र कार्यकारणभावः स्थापितुम् इच्छामः चेत् तत्र यदि निकषत्रयः वयं दृष्टवन्तः, तेन आधारेण अपि कार्यकारणभावस्य निरूपणं न भवितुं शक्नोति। तत्र व्यापारकल्पना, व्यापारस्य कल्पना तेषां कृते कृतः इति। सत्यं सत्यं सत्यं। तर्हि अन्वयसहचारः भवेत्, अन्वयसहचारः व्यतिरेकसहचारः द्वयमपि भवेत्, तेन कार्यकारणं। किन्तु यत्र यत्र अन्वयसहचारः व्यतिरेकसहचारः अस्ति तत्र तत्र कारणं कार्याधिकरणे अस्ति इति अपि वक्तव्यं, तत्रैव क्लेशः अस्ति, तत्रैव क्लेशः अस्ति इति कृत्वा तदर्थम् अत्र व्यापारः इति कश्चन कल्पना कृतः नैयायिकैः। अस्तु, हा, बहु समीचीनं। तर्हि अग्रे कः पठति? स्वामिमहोदय पठितुमिच्छति वा? नास्ति, हरि ओं महोदय। अस्ति खलु, महोदय पठति वा? आं महोदय, महोदय एकवारं अत्र इदं निदर्शनं भवति, 123 निदर्शनं भवति, अत्र इदं निदर्शनं भवति। कश्चित् कुलालः घटनिर्माणे प्रवृत्तः, चक्रदण्डादिसामग्रीम् आदाय उपविष्टः, दण्डेन रभसा चक्रभ्रमणं कृतवान्। चक्रभ्रमणं तु अभूत्, परन्तु दण्डे बलविशेषस्थापनात् तस्य अवयवानां विभागः अभूत्, तेन च दण्डनाशः जातः। चक्रभ्रमणं तु दण्डनाशोत्पत्तिकाले प्रावर्तिष्ट, तेन च चक्रभ्रमणेन कपालेऽपि भ्रमिः उत्पन्ना, तेन च घटोत्पत्तिः। उदाहरणं तत्र कुलालस्य घटनिर्माणम् एकं दत्तं महोदय। सः घटनिर्माणार्थं कार्यं करोति, किन्तु तस्मिन् समये किमपि दुर्घटना वा किमपि अभूत्, दण्डं यदस्ति दण्डेन सह भ्रमणं तु करोति एव, किन्तु दण्डं विभागः अभूत्, तदनन्तरं चक्रभ्रमणं तु भवति, चक्रभ्रमणेन कपालभ्रमणमपि, तेन च घटस्य उत्पत्तिः अपि अभवत् इति दत्तं महोदय। उदाहरणं तु इदानीं चिन्तेन अस्तु, अत्र दण्डेन रभसा, रभसा इत्युक्ते किं? न जानामि महोदय, रभसा तत्रैव किञ्चित् अस्ति. रभसा इत्युक्ते वैलेण्ट्लि, रेपिड्लि ओ इति अर्थः. तेलुगुभाषायाम् अस्ति महोदय रभसा. अस्तु, ओ इति वा. अस्तु, तर्हि दण्डेन रभसा चक्रभ्रमणं कृतवान् फियर्स्लि. अस्तु, चक्रभ्रमणं तु अभूत्, परन्तु दण्डे बलविशेषस्थापनात् तस्य अवयवानां विभागः अभूत्. कस्य अवयवानां? दण्डस्य महोदय. न न, दण्डे बलविशेषस्थापनात् तस्य अवयवानां विभागः अभूत्. अस्तु, समीचीनं. दण्डस्य अवयवः, तेन च दण्डनाशः जातः, इत्युक्ते दण्डः इदानीं नष्टः अभवत्. अस्तु, चक्रभ्रमणं तु दण्डनाशोत्पत्तिकाले प्रावर्तिष्ट. चक्रभ्रमणं तु दण्डनाशोत्पत्तिकाले प्रावर्तिष्ट, तेन च चक्रभ्रमणेन, इत्युक्ते यस्मिन् समये घटस्य उत्पादनं जायते तस्मिन् समये इदानीं दण्डः नास्ति खलु महोदय? नास्ति, किन्तु पूर्वकार्यं यदस्ति तस्य भ्रमणेन एकवारं भ्रमणं चलति चेत्. किन्तु अस्माकं निकषा किम्? एकम् अन्यं प्रति कारणम् अस्ति चेत् कार्योत्पत्तेः पूर्वक्षणे भवेत् खलु? सत्यं महोदय. घटोत्पत्तेः पूर्वक्षणे दण्डः अस्ति वा न वा इदानीं? नास्ति. हा, तर्हि नास्ति चेत् कथं वा दण्डं दण्डः घटं प्रति कारणम् इति अङ्गीकर्तुं शक्यते? क्लेशः अस्ति खलु? क्लेशः अस्ति महोदय, पूर्वक्षणं तु नास्ति. पूर्वक्षणं नास्ति, तर्हि तस्मिन्नेव विषये इदानीं चिन्तनम्. अस्तु, अग्रे पठतु महोदय. अत्र तत्र प्रावर्तिष्ट इति कीदृशं पदं महोदय? चक्रभ्रमणं तु दण्डनाशोत्पत्तिकाले प्रावर्तिष्ट इति अस्ति. वर्तिष्ठ इति क्रियापदं वा? प्रावर्तिष्ट इति क्रियापदं भवति वा तत्र? वर्तिष्ठ इति शान्तपदम् इति भाति मम. वर्तिष्ठ इति तत्र शकारः अपि अस्ति, तर्हि प्र अवर्तिष्ट इति अस्ति न, अतः लुङ् इति चिन्तयामि. लुङ् हा, लुङ् इति चिन्तयामि. अभविष्यत् इति वदामः खलु, अभविष्यत इति तादृशं किमपि. अस्तु, शुड् हव् इति अर्थः. हा हा हा, प्रावर्तिष्ठ इति तादृशं किमपि अस्ति, ममापि किञ्चित् द्रष्टव्यमस्ति, किन्तु अर्थबोधः एवमस्ति. हा, पदं किम् इति प्रायः द्रष्टुं शक्यते. अस्तु, तर्हि इदानीं सम्भावना किम् इति चेत् घटस्य उत्पादनं जातं, किन्तु तस्मात् साक्षात् पूर्वक्षणे दण्डः नास्ति, दण्डस्य नाशः अभवत्. अस्तु, अग्रे पठतु महोदय. स्वामी महोदय. आं महोदय, तत् अन्बर्म्यूट् बटन् सम्यक् कार्यं किमर्थं न करोति? भवतु, चिन्ता मास्तु. चक्षुषा, अत्र घटोत्पत्तिप्राक्षणे अस्माभिः चक्षुषा नष्टो दण्डः, तत्र दण्डो नास्ति इति अवलोकितम्. एवञ्च कार्योत्पत्तिप्राक्षणे प्रबलेन प्रमाणेन कारणस्य अभावः निश्चितः. तर्हि कारणाभावेपि कार्योत्पत्तिः इति व्यतिरेकव्यभिचारः आपतति. तद्वारणाय पूर्वोक्तः व्यापारः कल्पनीयः. व्यापारो नाम यः कारणात् जायते कार्यञ्च जनयति. यथा चक्षुषः घटेन संयोगः घटप्रत्यक्षे व्यापारः. चक्षुस्संयोगः गुणः चक्षुषा चक्षुषा जन्यः एवं चक्षुषा जायमानं यत् घटप्रत्यक्षं तज्जनकोऽपि न हि केवलेन चक्षुषा संयोगे असति घटप्रत्यक्षम् उत्पद्यते तथा सति निमीलितचक्षुः चक्षुषः पुरुषस्य अपि घटप्रत्यक्षत्व आपत्तिः अतः चक्षुरिव तत् संयोगेऽपि संयोगोऽपि अपेक्षितः एवञ्च चक्षुषसंयोगः कारणजन्यः कार्यजनकः इति स एव व्यापारः इत्युच्यते इत्थम् एव कपालेन घटे जननीये कपालसंयोगस्य व्यापारत्वं वर्णनीयम् अस्तु वदतु महोदय महोदय तत्र व्यापारः किम् इति तस्मात् पूर्वम् अत्र श्रीराममहोदयस्य प्रश्नः लुङ् एव महोदय अवर्तिष्ट इति वृत् इति धातुः वृत् वर्तने टु बि टु हेपन् टु बि प्रसेण्ट् वृत् धातोः आत्मनेपदि लुङ्लकाररूपम् अवर्तिष्ट इति अवर्तिष्ट प्र उपसर्गेन सह इति कृत्वा प्र अवर्तिष्ट अस्तु महोदय धन्यवादः महोदय अत्र अर्थ इत्युक्ते शुडाव् इति अर्थः लुङ् इत्युक्ते शुडाव् इति खलु अर्थः शुडाव् हेपेण्ड् आम् महोदय सम्भावनार्थे भवति किन्तु चक्रभ्रमणं तु दण्डनाशोत्पत्तिकाले प्रावर्तिष्ट इति अस्ति खलु किन्तु अत्र शुड् इति नास्ति प्रायः अभवत् इत्यस्मिन् अर्थे अस्ति प्रायः अभवत् तादृश धन्यवादः अस्तु स्वामी महोदय वदतु क्षम्यताम् घटोत्पत्तिपूर्वक्षणे तु दण्डः नास्ति उदाहरणेन महोदय तत्तु नष्टं जातम् कार्योत्पत्तिप्राक्षणे प्रबलेन प्रमाणेन कारणस्य अभावः निश्चितः सत्यं तर्हि प्रबलेन प्रमाणेन इत्युक्ते प्रत्यक्षप्रमाणेन निश्चितः सत्यं महोदय अस्तु अग्रे वयमेव दृष्टवन्तः तर्हि व्यतिरेकव्यभिचारः आपतति तर्हि निकषः असत्यमिति भाति इत्युक्ते दण्डाभावे कार्य दण्डाभावे घटाभावः भवेत् खलु व्यतिरेकव्यभिचारः तदेव महोदय तद् वारणाय पूर्वोक्तव्यापारः कल्पनीयः ओ व्यापारः इति तद्व्यतिरेकव्यभिचारं यदापतति तस्य वारणाय व्यापारः इति कल्पनी तत् किं व्यापारः इति कश्चन सिद्धान्तः कल्पनीयः तर्हि व्यापारः इत्युक्ते किं स्थूलाक्षरैः लिखितम् एकवारं यः कारणात् जायते कार्यं च जनयति तस्य अर्थः कः कारणात् जायते कार्यञ्च जनयति इत्युक्ते अन्येन कारणेन व्यापारः जायते पुनः व्यापारम् अन्यं कार्यं जनयति कार्यं जनयति तर्हि व्यापारे जन्यता अपि अस्ति जनकता अपि अस्ति स्वयं कार्यम् अपि च कारणम् शब्दप्रयोगः इति व्यापारः वा शब्दप्रयोगः केन कारणेन जायते वदतु भवती एव वदतु केन प्रमाण केन कारणेन जायते शब्दप्रयोगः कालः अतीतः इत्युक्ते कालः इति कारणं शब्दप्रयोगस्य कारणम् इत्युक्ते कालं शब्दप्रयोगं कारयति वा? कालम् आधारः, आधारत्वेन तस्य कारणं कारणत्वम् अस्तु. स्वामिमहोदय पूरयतु महोदय. महोदय तत्र अग्रिमं तु चक्षुः चक्षुषः घटेन संयोगः घटप्रत्यक्षे व्यापारः कथं चक्षुः चक्षुषा प्रथमं घटं दृश्यते तद्दर्शनमेव व्यापारः वा महोदय? न न, अत्र वाक्यं पठित्वा वदतु महोदय. चक्षुषः घटेन संयोगः घटप्रत्यक्षे व्यापारः. अत्र व्यापारः कः? घटप्रत्यक्षं नास्ति, प्रत्यक्षे व्यापारः इति लिखितमस्ति खलु महोदय. तर्हि व्यापारः कः अस्मिन् वाक्ये? संयोगः वा महोदय? संयोगः घटसंयोगः इति मा वदतु. संयोगः संयोगः इति भिन्नगुणः अस्ति खलु? आमां, संयोग संयोग संयोगः इति व्यापारः. तर्हि अत्र कार्यं किं? प्रत्यक्षं. तर्हि हा, प्रत्यक्षम् इति ज्ञानं खलु महोदय? प्रत्यक्षम् इति ज्ञानस्य कारणम् अस्ति संयोगः. संयोगः केन जायते? क्रियया. सत्यं. तर्हि संयोगः स्वयं जायते, स्वयं कार्यमस्ति, पुनः अन्यं प्रति कारणमपि अस्ति खलु? ओ, ज्ञानं प्रति कारणं. हा, क्रियया संयोगः जायते, संयोगेन ज्ञानं जायते इति कृत्वा संयोगः मध्ये अस्ति, स्वयं कार्यमस्ति अपि च कारणम् महोदय. अग्रे पठतु. चक्षुसंयोगः चक्षुस्संयोगः गुणः चक्षुषा जन्यः. अत्र तु क्रियया जन्यः इति न लिखितं, चक्षुषा जन्यः इति एव लिखितं, किन्तु चक्षुषि विद्यमानक्रियया एव जायते. चक्षुः तेजोरूपः अस्ति खलु, अतः इतस्ततः गन्तुं शक्यते इति अस्माभिः अधीतम् महोदय. अस्तु, अग्रे पठतु. एवं चक्षुषा जायमानं यत् घटप्रत्यक्षं तत् जनकः अपि. घटप्रत्यक्षं प्रत्यक्षेण ज्ञानं जायते, अतः प्रत्यक्षेण ज्ञानं न प्रत्यक्षम् इत्युक्ते एव ज्ञानम् एव प्रत्यक्षेण ज्ञानं जायते इति कथं भवति? चक्षुषा व्यापारेण तर्हि ज्ञानं महोदय. इदानीमेव भवता उक्तं खलु महोदय, अत्र क्रिया इति कारणं, संयोगः कारणं कार्यं भवति, संयोगः इति कारणं, प्रत्यक्षम् इति कार्यं खलु महोदय? भवान् अवगच्छति खलु? आं महोदय, प्रत्यक्षमिति कार्यं महोदय इदानीं, किन्तु तज्जनकः अपि इति लिखितं तत्. न, तज्जनकः इत्युक्ते तज्जनक इति समस्तपदं. विग्रहवाक्यं वदतु. तस्य जनकः. हा, तस्य जनकः किं? तस्य जनकः कः? घटप्रत्यक्षस्य जनकः कः? संयोगः. सत्यं. हा, संयोगः विना वदतु, संयोगः एव खलु? आं महोदय, संयोगः एव. संयोगः जन्यः अपि जनकः अपि द्वयम्. सत्यं सत्यं मम. अस्तु, अग्रे पठतु महोदय. मध्ये अस्ति. न हि केवलेन चक्षुषा संयोगे असति घटप्रत्यक्षम् उत्पद्यते, संयोगे नास्ति चेत् केवलं चक्षुषा घटप्रत्यक्षं न उत्पद्यते इति. सत्यं, तत्र तत्र संयोगः घट अपि च चक्षुः तयोः मध्ये संयोगः जाय अस्ति चेदेव घटप्रत्यक्षं भवति, नो चेत् न. तदपि अस्माभिः पूर्वं पठितं, यदि भित्तिः मध्ये अस्ति, भित्त्यात् अनन्तरं यः घटः अस्ति, भित्तिः इत्युक्ते वाल्, भित्त्यात् अनन्तरं घटः अस्ति चेत् तस्य ग्रहणं चक्षुषा न क्रियते खलु? न क्रियते. तर्हि संयोगः आवश्यकः. अस्तु, अग्रे पठतु महोदय. तथा सति निमीलितचक्षुः चक्षुषः पुरुषस्य अपि घटप्रत्यक्षत्व आपत्तिः. आम् महोदय, यदि यदा भित्तिः कोऽपि नास्ति चेत् तर्हि अपि तस्य निमीलितचक्षुः अस्ति चेत् तर्हि किमपि द्रष्टुं न शक्यते. किमर्थं चेत् संयोगः न जायते. सत्यम्, अत्र तु भित्तिः इति न उक्तं, निमीलितचक्षुः इत्युक्ते निमीलितचक्षुः पुरुषस्य अपि घटप्रत्यक्ष इत्युक्ते निमीलितम् इत्युक्ते क्लोस्ड्. यदि चक्षुः निमीलितमस्ति अपि च संयोगस्य आवश्यकता नास्ति चेत् निमीलितचक्षुषा अपि घटस्य प्रत्यक्षं भवेत् खलु? किन्तु तादृशं न दृष्टं. तर्हि संयोगः भवेत्, संयोगस्य आवश्यकता अस्ति. चक्षुः निमीलितमस्ति चेत् संयोगः न भवति. अस्तु, अग्रे. अतः चक्षुः इव तत् संयोगोऽपि अपेक्षितः. चक्षुः आवश्यकं, संयोगः अपि आवश्यकम्. एवम् एवञ्च चक्षुषसंयोगः कारणजन्यः कार्यजनकः इति स एव व्यापारः इत्युच्यते. महोदय, व्यापारः इत्युक्ते तत्र उदाहरणे चक्षुसंयोगः, चक्षुसंयोगः किमर्थं चेत् तत् कारणजन्यः क्रिया चक्षुः घटस्य संयोगः अपि भवति, तद् कार्यमपि जनयति, यथा ज्ञानं, घटप्रत्यक्षज्ञानं. हा, बहु समीचीनम्. इत्थमेव कपालेन घटे जननीये कपालसंयोगस्य व्यापारत्वं वर्णनीयम्. महोदय, तत्र यद्यपि दण्डं नष्टं, किन्तु अत्र दण्डस्य विषये किमपि न उक्तं महोदय. अत्र अस्मिन् वाक्ये किम् उक्तं? कपाले घटे व्यापारत्वं तु कपालसंयोगं महोदय. व्यापारः क्रिया कपालः संयोगं जायते, कपालसंयोगेन घटं कार्यं जनयति, अतः तत् कपालसंयोगं व्यापारः. अस्तु, समीचीनं. तर्हि व्यापारः इत्युक्ते किम् इति अस्माभिः ज्ञातं. स्वयं जन्यं भवेत्, पुनः स्वेन अन्यस्य जननं भवेत्. तर्हि एकः जन्यः अपि भवेत्, जनकः अपि भवेत्, तादृशं यत्किमपि अस्ति तद् व्यापारत्वेन स्वीकर्तुं शक्यते. अस्तु, शिवराम महोदय अग्रे पठति वा महोदय. हरि ओम्. हरि ओम्. आम् महोदय. प्रकृते च दण्डे नष्टे अपि चक्रे उत्पन्नाः परम्परया कपाले च परम्परया कपाले च उत्पन्ना भ्रमिः दण्डेन एव उत्पन्ना, एवं घटं प्रति सा जनिका च भवति. अतः तादृशभ्रमणं भवति नष्टस्य अपि दण्डस्य व्यापारः. तथा च यद्यपि दण्डः नष्टः तथापि तज्जन्यव्यापारः वर्तते इति दण्डः अपि स्वजन्यव्यापारवत्ता सम्बन्धेन कपाले सम्बन्धः भवति. अतः तेन सम्बन्धेन कारणं कार्याधिकरणे स्यात् इति न कारण अभावे अपि कार्योत्पत्तिरूपः व्यतिरेकव्यभिचारः. चक्षुसंयोगस्य कपालद्वयसंयोगस्य च व्यापारत्वकथनेन इदमपि स्पष्टं यत् सर्वदा कारणनाशे एव व्यापारः कल्प्यः इत्यपि न निर्बन्धः। लक्षणानुसारेण तस्य कारणजन्यत्वं तथा कार्यजनकत्वम् एव आवश्यकम् इति। अत्र दण्डे नष्टे अपि चक्रे उत्पन्ना या गति अस्ति, या भ्रमणगति अस्ति, सा गति दण्डेन एव उत्पन्ना अस्ति, वस्तुतः तत्र दण्डः नष्टः अस्ति अपि अस्ति चेत् अपि सः गति दण्डेन एव उत्पन्ना, तथा सा गति घटं प्रति जनिका भवति। स्पष्टमस्ति अत्र? अतः तादृशभ्रमणं भवति नष्टस्य अपि दण्डस्य व्यापारः। नष्ट दण्डः नष्टः अस्ति चेत् अपि तत्र गति इति व्यापारः दण्डेन एव निर्मितः इति अर्थः अस्ति वा? सत्यम्, आम्, समीचीनं। तथा च यद्यपि दण्डः नष्टः तथापि जन्यव्यापारः वर्तते, दण्डस्य अपि स्वजन्यव्यापारवत्तासम्बन्धेन कपाले सम्बन्धो भवति। तर्हि अत्र व्यापारः कः अस्मिन् सन्दर्भे? तत्र गतिः अस्ति, घटे यः गतिः अस्ति सः व्यापारः। बहु समीचीनं। चक्रे वस्तुतः चक्रे यद् भ्रमिः अस्ति, चक्रे चक्रे गतिः अस्ति सः व्यापारः। सः व्यापारः, तर्हि सः व्यापारः केन जातः? दण्डेन जातः। पुनः किं कार्यं जनयति? गतिः वा भ्रमणगतिः तत्र न, गतिः इति व्यापारः खलु, साक्षात् गतिः एव व्यापारः। व्यापारः दण्डेन जातः, तर्हि कार्यमस्ति, पुनः किं कार्यं जनयति? घटे गति आगच्छति वा? घटं जनयति खलु, नो चेत् कपालसंयोगं जनयति। भ्रमणेन कपालसंयोगः जायते, कपालसंयोगेन घटः जायते। उद्धं वा? न श्रूयते महोदय। न श्रूयते वा? इदानीं श्रूयते, वदतु। इदानीं श्रूयते, वदतु। न श्रूयते, इदानीं श्रूयते महोदय। आमां, हा, दण्डोपि स्वजन्यव्यापारवत्तात् सम्बन्धेन कपालो सम्बन्धो भवति। हा, इत्युक्ते किं, किञ्चित् प्रतिपादयति वा? स्वजन्यव्यापारवत्तात् सम्बन्धेन। स्व इत्युक्ते किं? स्वजन्य नाम स्वयमेव निर्मित, स्वजन्य नास्ति, नास्ति तत्र स्वेन निर्मि, हा, स्वेनां स्वं, स्वम् इत्युक्ते किम् अत्र? स्वं नाम तत्र द्वितीया भवति न, स्वं स्वेन, आमां, स्वेन जायते इति सर्वनामशब्देन किम् उक्तमस्ति? स्वं नाम स्वयमेव उक्तमस्ति अत्र, स्वं दण्डः स्वं, स्व इत्युक्ते दण्डः। स्वजन्यः कः? स्वजन्यः गतिः वा भ्रमण, सत्यं, हा, चक्रभ्रमणं, हा, भ्रमण, चक्रभ्रमणम्, चक्रभ्रमणेन किं जायते? चक्रभ्रमणेन कपालसंयोगः जायते, कपालसंयोगः जायते, आम् वा, घटस्य निर्माणं, आम्, कपालसंयोगः। तर्हि इदानीं चक्रभ्रमणम् इति जन्यम् अपि च जनकम् इति कृत्वा इदानीं चक्रभ्रमणम् इति व्यापारः खलु, तस्मिन् जन्यता अपि अस्ति जनकता अपि अस्ति इति कृत्वा चक्रभ्रमणम् इति व्यापारः। तर्हि किम् अत्र कुत्र अस्ति, व्यापारवत्ता इति भवता पठितं खलु, एवं घटं प्रति सा जनिका भवति, प्रकृतेः च दण्डे नष्टे अपि चक्रे उत्पन्ना, परम्परा कपाले च उत्पन्ना, भ्रमिः दण्डेनैव उत्पन्ना, एवं घटं प्रति सा जनिका भवति, अतः तादृशभ्रमणं भवति नष्टस्यापि दण्डस्य व्यापारः, तथा च यद्यपि दण्डः नष्टः तथापि तज्जन्यव्यापारः वर्तते इति स्वजन्यव्यापारवत्तासम्बन्धेन, एतदेव स्व इत्युक्ते दण्डः, स्वेन जन्यः व्यापारः किम् इति चेत् चक्रभ्रमणं, स्वजन्यव्यापारवत् वत्ता, स्वजन्यव्यापारवत् किं भवति, कपालयो मध्ये संयोगः भवति कपाले, तर्हि स्वजन्यव्यापारवत् कपालः खलु, स्व इति दण्डः, स्वजन्यः चक्रभ्रमणं, तदेव व्यापारः, स्वव्यापारवत् कः, कपाले विद्यमानभ्रमणम्, तर्हि कपाले विद्यमानभ्रमणं भ्रमणेन एव कपालसंयोगः जायते, तदेव कार्यं, तर्हि स्वजन्यव्यापारवत्ता कुत्र अस्ति इति चेत् कपाले अस्ति, तादृशसम्बन्धेन यद्यपि कार्योत्पत्तेः पूर्वक्षणे घटोत्पत्तेः पूर्वक्षणे दण्डः नास्ति, तथापि अत्र एतादृशपरम्परासम्बन्धः कल्पयितुं शक्यते, स्वजन्यव्यापारवत्तासम्बन्धेन कपाले सम्बद्धः अस्ति, यद्यपि दण्डः नास्ति तथापि तत्र सम्बद्धः अस्ति एव, व्यापारत्वेन तत्र सम्बन्धः अस्ति एव, अतः तेन सम्बन्धेन अग्रे महोदय, अतः तेन सम्बन्धेन कारणं कार्यादिकरणे अस्ति इति, न कारणाभावे अपि कार्योत्पत्तिरूपः व्यतिरेक व्यभिचारः, अतः तेन सम्बन्धेन कारणं कार्यादिकरणे अस्ति इति, न कारणाभावेपि, नाम तत्र दण्डः नष्ट नाम कारणस्य अभावे अस्ति चेत् अपि तस्य कार्यादिकरणे, कारणाभावे कारणम् इत्युक्ते किम् अत्र, कारणं दण्डः अस्ति, सत्यं दण्डः, इदानीं दण्डः नष्टः खलु, कारणाभावे नष्टः भवति चेत्, कारणाभावे कार्योत्पत्तिः भवति चेत् तत्र व्यतिरेकव्यभिचारः अस्ति खलु इति उक्तं, किन्तु इदानीं व्यतिरेकव्यभिचारः नास्ति अत्र, नास्ति स्वजन्यव्यापारवत्ता सम्बन्धेन यद्यपि दण्डः नष्टः तथापि इदानीमपि अस्ति, यावत् तत्र भ्रमणं तिष्ठति तावत् दण्डः अपि अस्ति इति वक्तुं शक्यते, तर्हि तत्र व्यतिरेकव्यभिचारः आपत्तिः निवारिता भवति, बुद्धं वा, अवगतम्, अस्तु अग्रे महोदय, चक्षुसंयोगस्य, चक्षुसंयोगस्य कपालद्वयसंयोगस्य च व्यापारत्वकथनेन इदमपि स्पष्टं यत् सर्वदा कारणनाशे एव व्यापारः कल्प्यः इत्यपि न निर्बन्धः, व्यापारत्वकथनेन यत् कारणनाशे एव व्यापारः कल्प्यः इत्यपि न निर्बन्धः, इत्युक्ते अत्र चक्षुषा घटज्ञानम् इत्यत्र चक्षुघटयोः मध्ये यः संयोगः तदेव कारणं खलु, अपि च तत् कारणं व्यापार, तत्कारणे व्यापारत्वमपि अस्ति इति अस्माभिः पूर्वं निरूपितम्, किन्तु इदानीं चक्षुषः नाशः अपेक्षितः वा तत्र व्यापारस्य कल्पनार्थं, यदा चक्षुः नाशः भवति तदा एव इति नास्ति, सर्वदा आमामां सर्वदा कारणनाशः भवति इति अपि न इति अर्थः, हा तर्हि व्यापारत्वं कदा कल्पनीयं, यदा कारणस्य नाशः भवति तदा एव इति निर्बन्धः न, तदा एव कल्पने इति न, कारणनाशेन एव व्यापारः जनयति इति नास्ति, अवगतम्, लक्षणानुसारेण तस्य कारणजन्यत्वं, लक्षणानुसारेण तस्य कारणजन्यत्वं तथा कार्यजनकत्वम् एव आवश्यकम् इति. तर्हि यत्र यत्र तादृशकल्पनं यत्र तादृशकल्पनं करणीयं लक्षणम् इत्युक्ते इदानीं स्मृतेः लक्षणमस्ति खलु. संस्कारमात्रजन्यं स्मृतिः, अनुभवजन्या स्मृतिर्हेतुर्भावना इति अस्ति खलु. तत्र इदानीं स्मृतेः लक्षणे व्यापारस्य कल्पनायाः आवश्यकता अस्ति. तर्हि यत्र यत्र आवश्यकता अस्ति तत्र एव व्यापारस्य कल्पना करणीया. कार्यं नष्टं चेदपि न नष्टं चेदपि व्यापारस्य कल्पना आवश्यकता अस्ति चेत् व्यापारस्य कल्पना कर्तव्या एव इति अत्र उक्तं. तावदेव. इत्युक्ते प्रत्यक्षेन वा अनुमानेन वा अन्येन येन केनापि प्रमाणेन कारणं कार्याधिकरणे अस्ति इति न वक्तुं शक्यते चेत् तत्र सर्वत्र व्यापारः कल्पनीयः भवति खलु. आमाम्. अस्तु, प्रश्नाः सन्ति वा एतावत्? न न. अस्तु, अत्र गृहपाठत्वेन एकं गृहपाठमहं ददामि. सर्वे शृण्वन्तु, अस्मिन् विषये चिन्तयन्तु. इदानीं कुलालस्य पिता अस्ति खलु. कुलालस्य पिता पित्रा एव कुलालः जातः. पुनः कुलालेन घटः जातः. तर्हि इदानीं कुलालः व्यापारः इति स्वीकर्तुं शक्यते वा इति प्रश्नः. कुलाले जन्यत्वमपि अस्ति, जनकत्वमपि अस्ति. कुलालपित्रा कुलालः जातः इति कृत्वा सः जन्यः. पुनः कुलालेन घटः जायते इति कृत्वा कुलालः जनकः अपि. व्यापारो नाम किम्? कारणात् जायते कार्यं च जनयति. कारणात् जायते कार्यं च जनयति. तर्हि एतद्वाक्यम् आधारीकृत्य कुलालः अपि व्यापारः वा इति भवन्तः चिन्तयन्तु. प्रश्नः बुद्धं खलु श्रीरामहोदय? तर्हि सर्वे चिन्तयन्तु, अत्र स्थगयामः. सर्वे पूर्वम् एतत् निराकृतम्, अत्र तु दृश्यते एव. चिन्तयन्तु, अत्र सूक्ष्मबिन्दुः अस्ति. अस्तु, धन्यवादः. धन्यवादः सर्वेभ्यः. नमस्कारः.